पुनश्च बहुधा तव वाक्येन दुःख शान्तिर्भविष्यति यदा भाग्यं भवेत् भूरि भवतो दर्शनं तदा। बहुधा तव वाक्येन दुःख शान्तिः भविष्यति यदा भाग्यं भूरि भवेत् नाम अधिकं भवेत् तदा भवतो दर्शनं भवति इति च वदति। नाम तव दर्शनञ्च वाक्यानि च सुखदायकानि भाग्यसूचकानि इति सुखदायके च भाग्यसूचके चेति वदति।